अद्यतनविषयः भवति संयोगस्य आधारेण पृथक्त्वभेदयोः वैलक्षण्यस्य साधनमिति. तस्मात् प्राक् गते वर्गे यद् सञ्जातं तस्य पुनरावलोकनं किञ्चित् कृत्वा ततः अग्रे सरेम. गतवर्गे वयं परमाणूनां गुणस्य विषये किञ्चित् चर्चितवन्तः, विशेषतः पार्थिवपरमाणुषु. तत्र अस्माभिः दृष्टं यत् पार्थिवपरमाणुषु रूपरसगन्धः स्पर्शः इति चत्वारः गुणाः भवन्ति. जलीयपरमाणुषु रूपं रसः स्पर्शः, तैजसपरमाणुषु तु रूपं स्पर्शः एव, वायौ स्पर्शः एव इत्यादिकम् अस्माभिः तु चर्चितं. किन्तु एते गुणाः परमाणुषु कीदृशाः इत्यस्य विषये अपि काचित् चर्चा जाता. कोऽपि वदति वा पार्थिवपरमाणुषु कीदृशी स्थितिः गुणस्य इति? सावित्री भगिनी. न जानामि भगिनि, पार्थिव परमाणुषु वैलक्षण्यम् अस्ति यत् पाकजम् अपि गुणम् उत्पादयति, अपि च सः गुणः नित्या नास्ति इति अहं स्मरामि. अन्यविषयः पुस्तकेन पठित्वा वदामि वा? इच्छति चेत् तस्मिन् पुटे किम् अस्ति इति किञ्चित् अवलोक्य वदतु. पृष्ठसङ्ख्या 8, एकनिमिष, 84 पुटे वा कत् कुत्रचित् आसीत्? रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यम् इति. अस्तु, अन्य कोऽपि साहाय्यं करोति? राजेन्द्रमहोदय, तत्र परमाणूनां स्थितिः कीदृशी पार्थिवपरमाणुषु? प्रयत्नं करोमि भगिनि. भगिन्या उक्तमेव पाकजम् अस्ति. पार्थिवपरमाणुषु चत्वारः गुणाः, ते पाकजाः अपि च अनित्याः. इदानीं पाकजम् इत्युक्ते किम् इति वदतु. पाकम् इत्युक्ते यदा तेजसि सह संयोगः, तेज संयोगः भवति तत् पाकजम्. यदा किञ्चित् द्रव्ये यथा पृथ्वी यथा तेजसि सह संयोगः जायते तथा परिवर्तनं भवति, नित्यं भवति पृथिव्यां. परन्तु जले तेजोवायु तथा वायु तथा न भवति. तेजसि सह संयोगः जायते तथा परिवर्तनं न भवति, ते नित्यं भवन्ति. हा, तर्हि अपाकजं, जलादौ तु अपाकजं पाकेन जायते. पार्थिवपरमाणुषु, पार्थिववस्तुषु तु अपाकजम् अनित्याः. हा, पुनः जलादौ कुत्रचित् नित्याः गुणाः, कुत्रचित् अनित्याः गुणाः, कथम् इति वदति वा? जलादौ तु परमाणौ रूपादि नित्यं भवति, द्वयणुकात् आरभ्य अनन्तरम् अनित्यं भवति. अस्तु, जलादौ परमाणुस्तरे, परमाणु तु नित्यद्रव्यं, तस्मिन् स्तरे जलीयपरमाणवः, यत्र वायवीयपरमाणवः, तैजसपरमाणवः सन्ति, तस्मिन् स्तरे जलगतगुणाः, जलादौ ये गुणाः भवन्ति ते नित्याः. द्वयणुकात् आरभ्य अन्येषु द्रव्येषु जलादौ अनित्याः इति वार्ता आसीत् परमाणूनां गुणस्य विषये. भगिनि तथा कथं भवति द्वयणुकादौ अनित्यं भवन्ति जलादौ? जले परमाणु इति नित्यवस्तु खलु, तर्हि जलीयपरमाणौ यः गुणः भवति, जले के के गुणाः सन्ति? हा, स्पर्शः अस्ति, रसः अस्ति वा जले? अस्ति, रूपमपि रूपमपि अस्ति, सत्यं, गन्धं विहाय, गन्धं विहाय, गन्ध. इदानीं तु गुणचतुष्टयस्य एव चर्चा, रूप रस गन्धस्पर्शः इति. रूप रस गन्धस्पर्श एते सर्वे पार्थिवपरमाणुषु अस्ति. जले त्रयः गुणाः एव, रूपं रसः स्पर्शश्च इति. अस्तु, तर्हि महोदयस्य प्रश्नः कः आसीत्, तत् कथम् इति वा? कथम् अनित्यं गच्छति यथा द्वयणुकात् अनन्तरं? अस्तु अस्तु, द्वयणुकात् अनन्तरम् अनित्यत्वम् आगच्छति. जलीयपरमाणौ ये गुणाः ते तु नित्याः, परमाणुः इति नित्यद्रव्यं खलु? हा, तस्मिन् स्तरे जले ये ये गुणाः भवन्ति ते नित्याः. द्वियणुकात् आरभ्य नूतनद्रव्यम् उत्पद्यते इति वदामः. तस्मात् आरभ्य, तस्मात् स्तरात् जलादौ अपि, नाम जले, तेजसि, वायौ अनित्यगुणाः आगच्छन्ति. इदानीं द्रव्यात् द्वयणुकात् आरभ्य गुणाः कुतः आगच्छन्ति इति प्रश्नः. अनित्याः इति उक्तं, तर्हि अनित्याः इत्युक्ते जायते, नश्यति इति वार्ता. अनित्याः गुणाः कुतः आगच्छन्ति द्वयणुकात् आरभ्य? परमाणुतः. हा, परमाणुतः द्वयणुके अपि गुणाः आगच्छन्ति, ततः अग्रे त्रयणुके ये ये परमाणवः खलु, तर्हि आहत्य किं वक्तुं शक्नुमः अस्यां परम्परायां? द्वयणुकादौ भवति, सत्यं. तर्हि प्रश्नः अस्ति, अस्यां परम्परायाम् अग्रे गत्वा गत्वा द्वयणुक त्रयणुक द्रव्य कपालिका कपाल इति अत्र सर्वत्र तु अनित्यगुणाः, तर्हि तत्तत् स्तरे गुणाः कुतः आगच्छन्ति? परमाणुतः. परमाणुतः, परमाणवः कः? अन्तिमवयवः खलु. परमाणवः अन्तिम अवयवाः खलु सर्वेषां? तर्हि अवयविनि ये गुणाः भवन्ति ते अवयवगुणात् आगच्छन्ति इत्येव पुस्तके अपि उक्तं. जलादौ अपाकजम् अपि च कारणगुणेभ्यः जायते इति. तत्र कारणगुणेभ्यः इत्युक्ते अवयवस्य गुणेभ्यः, अवयवः एव अवयविनः कारणं खलु, यथा कपालः घटस्य कारणं, समवायिकारणम् इति कृत्वा अवयवे ये गुणाः भवन्ति ते अवयविनः गुणाः, गुणं प्रति कारणं भवन्ति, तदेव कारणगुणेभ्यः जायते इति पुस्तके उक्तम्. अस्तु, तर्हि आहत्य पृथिव्यां रूपादिचतुष्टयम् अपाकजम् अपि च अनित्यं, जले तेजसि वायौ तु तथा नास्ति. अपाकजम् इति प्रथमा वार्ता, तदनन्तरं नित्याः अपि भवितुमर्हन्ति, अनित्यागुणाः अपि भवितुमर्हन्ति. पृथिव्यां तु सर्वदा अनित्याः एव, अपि च पाकजाः इति उच्यते. अस्तु, करपत्रस्य अन्तिमभागे तदनन्तरं किमासीत्, परमाणुस्तरे जातिः अस्ति न वा इति अपि आसीत् चर्चा, ततः किं निष्पन्नम्? केनापि परमाणुस्तरे जाति नास्ति, अस्तु, परमाणोः जाति नास्ति इति सरला भगिनी वदति. जयन्ती भगिनी. आं तदेव भगिनि, परमाणुस्तरे जातिः नास्ति, परन्तु पार्थिव. हा अस्तु, सावित्री भगिनी उच्यतां. न न, जातिः नास्ति परन्तु पार्थिवपरमाणवः भिन्नाः, अपि च जलीयपरमाणवः भिन्नाः. किञ्चित् तत्र जाति इति वक्तुं शक्नुमः वा? पार्थिवगुणाः भवन्ति एव. अस्तु, एवम् एवं कुर्मः. तर्हि पार्थिवपरमाणुः इति स्वीक्रियते चेत् पार्थिवपरमाणुषु द्रव्यत्वम् इति जातिः अस्ति वा? अस्ति अस्ति अस्ति. करपत्रस्य अन्तिमभागे आसीत् इदमपि वक्तव्यं यत् पार्थिवपरिमाणवः जलीयपरमाणवः तेजसपरमाणवः वायवीयपरमाणः. तत्र कथम् उच्यते, केन आधारेण उच्यते परस्परं ते भिन्नाः इति? यतोहि तत्र इति तु सत्यं, किन्तु ते परस्परभिन्नाः इति अपि अस्ति. तर्हि तत्र द्रव्यत्वम् इति जातिः अस्ति, पृथ्वीत्वम् इति जातिः अस्ति, जलत्वम् इति, तेजसत्वं, वायुत्वम्, एते जातयः तु भवन्ति. किम् उक्तं? द्रव्यत्वव्याप्य जातिः न अङ्गीक्रियते इति उक्तम्. अस्तु, कोऽपि स्मरति चेत् उच्यति वा, उच्यते वदति वा तत्र द्रव्यत्वव्याप्यव्याप्य जातिः इत्युक्ते किम्? द्रव्यत्वव्याप्यव्याप्यजातिः इत्युक्ते घटत्वं वा पटत्वं, घटत्वं वा पटत्वं परमाणुषु स्तरे न वर्तते एव. समीचीनम् इत्येव वार्ता. द्रव्यत्वव्याप्यव्याप्य जातिः इच्छति इति उच्यते चेत् तत्र स्तरद्वयम् उपरि इति. पृथ्वीत्वं द्रव्यत्वस्य द्रव्यत्वेन व्याप्यं, पुनः घटत्वम् इति पृथ्वीत्वेन व्याप्यम्, अन्ततो गत्वा घटत्वम् इति द्रव्यत्वव्याप्यव्याप्यः इति. सा जातिः न वर्तते परमाणुषु, किन्तु द्रव्यत्वं पृथ्वीत्वं तत्तु वर्तते इति आसीत् परमाणूनां विषये किञ्चित् काचित् चर्चा. अस्तु, तदनन्तरं संयोगः कुत्र कुत्र वर्तते? इदानीं पुनः अस्माकं मूलभागः कः? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति भागे वयं स्मः खलु. तस्मिन् भागे ग्रन्थकारस्य उद्देशः कः इत्युक्ते भेदः एव पृथक्त्वम् इति आक्षेपस्य निवारणम् इति निवारणं कर्तुम् इच्छति आक्षेपस्य. नाम भेदः भिन्नः, पृथक्त्वं भिन्नम् इति आक्षेपस्य इति स्पष्टीकर्तुम् इच्छति. तदर्थं संयोगस्य आवश्यकता अस्ति. तदर्थं संयोगस्य विषये किञ्चित् ज्ञातव्यं भवति इति. तर्हि संयोगः कुत्र जायते? माला भगिनी वदति वा? संयोगः युतसिद्धद्रव्ययोरेव भवति. पृथक् आश्रय आश्रितयोर् एव संयोगः जायते. अस्तु, किञ्चित् युतसिद्धौ इत्युक्ते किम् इति वदतु. यथा केचन जनाः न आसन् खलु तेषां, यथा घटः भूतलं भिन्नद्रव्यौ स्तः, तेषां तयोः घटभूतलयोः पृथक् ते पृथक् द्रव्यं द्रव्यौ स्तः, अतः तयोर्मध्ये संयोगः भवितुम् अर्हति. परन्तु घटकपालयोः यः यस्मिन् अयुतसिद्धत्वं वर्तते तत्र संयोगः न जायते. अस्तु, समीचीनम्. अयुतसिद्धौ इत्यस्य उदाहरणं घटकपालौ. भूतसिद्धौ इत्यस्य उदाहरणमस्ति भगिनी किम् उक्तवती, घटः भूतलम् अथवा कपालभूतलम्. आम्, ये द्रव्ये पृथक्तया सिद्धे इति वक्तुं शक्नुमः, पृथक्तया सिद्धे अपि च तयोः आश्रयः भिन्नः, युतसिद्धौ इत्युक्ते. तत्र एकं पदमागतमासीत् पृथगाश्रय आश्रितौ इति. अखिला भगिनी किञ्चित् विवृणोति वा पदम्? तत्र पृथकाश्रय आश्रितौ इत्युक्ते तत्र पृथक् आश्रयः अस्ति इत्युक्ते तत्र वृक्षपक्षी इति अपि उदाहरणं वयं दृष्टवन्तः, यत्र वृक्षस्य अथवा वृक्षः तस्य अवयवे स्थितः अस्ति, पक्षी अपि स्वस्य अवयवे स्थितः अस्ति. तर्हि तत्र वृक्षपक्षी इति युतसिद्धौ अस्ति, तर्हि तत्र संयोगः जायते. तत्र वृक्षस्य आश्रयः पृथक्, पक्षेः आश्रयः अपि पृथक्, पक्षिणः आश्रयः अपि पृथक्. तत्र वृक्षः पृथक् आश्रये आश्रितः अस्ति, तथैव तत्र पक्षी अपि स्वस्य आश्रये आश्रितः अस्ति इति कारणात् तत्र द्वौ अपि पृथक् आश्रय आश्रितौ इति वक्तुं शक्नुमः. अस्तु, बहु समीचीनं. तर्हि यथा भगिन्या उक्तं पृथगाश्रयाश्रितौ इत्युक्ते ययोः आश्रयः भिन्नः, तौ पृथगाश्रयाश्रितौ, तौ एव युतसिद्धौ अपि. युतसिद्धयोः पृथगाश्रय आश्रितयोः मूर्तद्रव्ययोः मध्ये एव संयोगः भवति, न अन्ययोर्मध्ये. नाम यथा घटकपालः, तयोः युतसिद्धत्वं नास्ति, अयुतसिद्धत्वम् एव, यतोहि तयोः आश्रयः समानः. कपालः स्वस्मिन् वर्तते, तथैव घटः अपि कपाले वर्तते इति आश्रयः समानः, तयोः मध्ये संयोगः न भवति. अयुतसिद्धयोर्मध्ये एव भवति, यतोहि आश्रयः पृथक् पृथक्. आश्रयः पृथक् पृथक् इति यदा वदामः तत्र कीदृशं ज्ञानम् उत्पद्यते तदा? आश्रये कश्चन गुणः अस्ति वा इति. इदानीं पक्षिणः आश्रयः पृथक्, वृक्षस्य आश्रयः पृथक् इति यदा वदामि तदा पृथक्त्वम् इति गुणः आश्रये वर्तते इति प्रतीतिः भवति. पृथक्त्वम् इति कश्चन गुणः आश्रये भवति इति भानम्. अतः संयोगस्य आधारेण पृथक्त्वम् इति गुणान्तरं, नाम पृथक्त्वम् इति अन्यतमः गुणः इति साधयिष्यते ग्रन्थकारेण. तदर्थम् एतावता संयोगस्य विषये ज्ञातव्यम् आसीत् इति सारांशः. अस्तु, तर्हि इतः अग्रे सरेम. पुस्तके एकवारं पठामः, तदनन्तरं करपत्रं पठामः. राजेन्द्रमहोदय पठितुम् इच्छति वा पुस्तकात्? आम् आं भगिनि. कुत्र पठामः? अष्टनवतितमे पुटे. कपालभूतलयोः. अस्तु, ततः आरभ्य पठतु. कपालभूतलयोः पृथक् आश्रयाश्रित्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथा विधत्वाभावात् न तयोः कर्मज संयोगः उत्पत्तिः, न च गुणरूपस्य तस्य रूपादिवत् मूर्तो उत्पत्ति द्वितीक्षणे जायमानस्य नियत अवधि कृत्वे मान अभावात् भूतल अवधि अवधिकत्वस्येव कपाल अवधि कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवत् अवस्थम् इति वाच्यं वक्ष्यमानविभागस्य द्रव्य उत्पत्ति द्वितीयादि क्षणेषु जायमानस्य अपि न निखिला अवधिकत्वं किन्तु स्वनाशसंयोगाश्रयात् अधिकत्वमेन हि नियमेन स्वीक्रियते तथा इदं पृथक्त्वम् अपि द्वितीयक्षणे अयमानं स्वाश्रयसमवायिकारणपरम्परयां परमानवतं यन्मूर्तं तद् अतिरिक्त अवधिक एवमेव जायते इति स्वीकारात् न चैव परमाणुद्रव्यसंयोगानुपत्तते अनुपत्ति तयोः अनाश्रित्वदिति वाच्यं तत्र स्वतन्त्रक्रियावतस्य निमित्तत्वात् भगिनी अन्यत् कोऽपि करोति सम्यक् भवति अस्तु तर्हि चिन्ता मास्तु केवलं शनिवासरे पठितमासीत् तदर्थं पठामः किन्तु करपत्रे अस्य सर्वं भवति अस्य विवरणं सर्वम् अग्रे गत्वा तर्हि राजेन्द्रमहोदयेन यद् पठितं तस्मिन् भागे केवलं प्रथमवाक्यं यदस्ति कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोग जवा संयोग उत्पत्तिः एतावत्पर्यन्तं वयं जानीमः एव ततः अग्रे चिन्ता मास्तु तर्हि प्रथमवाक्यस्य किञ्चित् विवरणं ददाति वा राजेन्द्रमहोदय आमामां तत् प्रायशः वक्तुं शक्नोमि यदा कपालभूतलयोः यथा संयोगः भवति तत् कपालः भूतलं पृथक् आश्रित्वेन पृथक् पृथक् आश्रित्वम् अस्ति तत्र कपाले अपि भूतलयोः अपि पृथक् आश्रितम् अस्ति तथा तेन तत्र संयोगः सम्भवति परन्तु घटकपालयोः तद्विद् पृथक् आश्रित्वं न अस्ति तत्कारणात् तत्र न कर्मज अथवा संयोगज संयोगः भवितुम् अर्हति इति एव वार्ता एवम् एतावत्पर्यन्तम् अवगतं चेत् पर्याप्तं करपत्रात् अग्रे पठेमः भगिनि अग्रे यत् अस्ति अवधिकत्वा तत्सर्वं आवश्यकं वा किम् अस्तु तत् सर्वं करपत्रे आगच्छति एतावत्पर्यन्तं केवलम् एवं एतत् जानीमः यत् कपालभूतलयोः पृथगाश्रय आश्रितत्वम् अतः तयोः संयोगः घटकपालयोः तथाविध अभावात् तथाविध इत्युक्ते कस्य अभावात् पृथगाश्रय आश्रितत्वस्य अभावात् तयोः कर्मज वा संयोगज संयोगः न भवति अस्तु मध्ये केनचित् आगतं वा केनापि आगतं मध्ये वर्धिनी अस्मि भगिनि अस्तु वर्धिनी भगिनि अस्तु जयन्ति भगिनि अग्रिमं परिच्छेदमपि पठति किम् इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथक् आश्रय आश्रित्वस्य असम्भवे अपि एकस्य मूर्तस्य पृथग् आश्रय आश्रितत्वात् संयोगोपपत्तिः न चैवं घटकपालयोः मध्ये अपि कपालस्य कापालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथगाश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्या एव इति वाच्यम् समानदिग्भागव्यापिनां दिग् उपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्पर परस्परावधिकपृथक्त्वस्य अस्वीकारात्। हा, एतेषां पारिभाषिकानां शब्दानां विवरणं तु करपत्रे अस्ति, किन्तु स्थूलदृष्ट्या अवगन्तुं शक्नुमः खलु, स्थूलरीत्या। अस्माभिः किं पठितं, घटः, कपालः, कपालिका एते अवयवपरम्परया सम्बद्धाः इति खलु। तर्हि अस्य विषये किं वक्तुं शक्यते भगिनि? केवलं वाक्यशः मास्तु तत्र, वदतु भगिनि। न, केवलं पृथगाश्रय आश्रितत्वम् इति उक्तं खलु, तर्हि अत्र प्रश्नः अस्ति यत् घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति इति, तत्रापि पृथगाश्रयाश्रितत्वम् अस्ति एव, तर्हि कुतो न संयोगः भवतु तत्र? पूर्वं प्रश्नः उदेति यत् अवयवपरम्परायाम् अन्तिमः अवयवः तु परमाणवः एव, तर्हि परमाणुः एव, तर्हि तत्र अयुतसिद्धत्वमेव अस्ति इति कारणात्, न एकनिमिषं भगिनि, किन्तु भवती कस्मिन् मार्गे अस्ति तत्तु समीचीनमेव। इदानीं घटस्य च कपालस्य च कपालिकायाः अन्तिमावयवाः ये परमाणवः ते तु समानाः, अपि च अवयवपरम्पराया एते सर्वे सम्बद्धाः, यद्यपि कपालः कपालिकायाम् इति पृथगाश्रयः, अपि च घटः कपाले इति पुनः पृथगाश्रयः इति भाति, तथापि अवयवपरम्परया गत्वा अन्ततो गत्वा एतेषां परमाणवः ते समानाः, अतः समानाश्रिताः इत्यपि, अतः संयोगः न भवति एव। किमर्थम् इत्युक्ते युतसिद्धयोः एव संयोगः भवति इति वयं समीचीनं ज्ञातवन्तः। अत्र समानाश्रयः प्रसङ्गे तु संयोगः न भवति, अतः घटकपालयोः संयोगः नास्ति इति। सत्यं सत्यम् इति वार्ता अस्तु। अग्रे करपत्रात् पठनं भवति, सावित्री भगिनी पठति वा करपत्रे अत्र गम्भीरतया इत्यस्मात्? अत्र गम्भीरतया संयोगः कुत्र कुत्र भवति इति विषये अस्माकं परिशीलनं साधितं, परन्तु अन्ततः कं विषयं लक्षीकृत्य इयं सर्वा चर्चा जाता? पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयमेव लक्षीकृत्य, पृथक्त्वं भेदश्च भिन्नौ स्तः अथवा समानौ स्तः इत्यस्य निश्चयार्थम् एतत् सर्वं संयोगसम्बद्धविषयम् अधीतवन्तः। तर्हि संयोगस्य पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः, स च निरासः कुत्र? अस्मिन् लक्षीकृतविषये न किमपि उक्तम्, अधुना उच्यते। अस्तु, अत्र किमर्थम् एतत् सर्वं पठितवन्तः अधीतवन्तः इति विषयः स्पष्टीकृतमस्ति। प्रथमं वयं दृष्टवन्तः कुत्र कुत्र संयोगः भवति इति, पृथगाश्रयाश्रितत्वम् एव संयोगः भवति, परन्तु अन्ततो गत्वा कं विषयं लक्ष्य अस्तु, परन्तु किमर्थम् एतत् सर्वं पठितवन्तः? अन्ततो गत्वा पृथक्त्वभेदयोर्मध्ये पृथक्त्वभेदयोर्मध्ये द्वौ अपि समानः वा अथवा भिन्नः वा इति विषयस्य लक्षीकृत्य एव एतत् सर्वं पठितवन्तः। पृथक्त्वम् अपि च भेदः द्वौ अपि भिन्नः वा अथवा समानः वा इति परिशीलनार्थमेव वयं सर्वं पठितवन्तः. परन्तु अत्र अयं विषयस्य चर्चा न अभवत्. एकस्य अपरस्य कः सम्बन्धः अस्ति, द्वयोः समानं वा पृथक् वा इति न अधीतवन्तः इतः पूर्वम्. इतः परं तस्य चर्चा जायते इति लिखितमस्ति अत्र. आम्, समीचीनं. तर्हि संयोगस्य गभीरचर्चा किमर्थं जाता इत्युक्ते एतदर्थं. संयोगः अस्ति चेत् पृथक्त्वाश्रयत्वं स्यात्, पृथक्त्वाश्रयम् अस्ति चेत् पृथक्त्वम् इति गुणः आवश्यकः. अस्तु, इति मनसि निधाय अग्रे सरेम. अखिला भगिनी अग्रे. आं भगिनि, एतावत् अस्माभिः दृष्टं यत् पृथक्त्वभेदयोः स्थले प्राचीनानां मतं भिन्नं, पुनः नव्यनैयायिकानां मतं भिन्नं. प्राचीननैयायिकानां मतम् अनुसृत्य पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः नाम गुणे सति द्रव्यभिन्नेषु पदार्थेषु न भवति. घटः पटात् पृथक् इति प्रतीतौ पृथक्त्व रूपगुणः घटे भवति, किन्तु रूपं घटात् पृथक् इति प्रतीतौ वस्तुतः रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् न अर्हति, अपि तु रूपं घटात् पृथक् इति वाक्येन घटभेदः रूपे वर्तते इत्येव पर्यवसितं, यतोहि गुणाः द्रव्येषु एव न तु गुणेषु. किन्तु भेदः तु सर्वपदार्थवृत्तिः, सर्वेषु सप्तसु पदार्थेषु विद्यमानः अयम् अन्योन्य अभावः. इत्युक्ते तत्र पर्यन्तं वयं दृष्टवन्तः तत्र प्राचीनानां मतम् अपि च नव्यनैयायिकानां मतं, तत्र तयोः मध्ये भेदः अस्ति इति. तत्र प्राचीननैयायिकानां मतं पश्यामः चेत् तत्र पृथक्त्वम् एकक्षणं भगिनि, पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः नाम गुणे सति द्रव्यभिन्नेषु पदार्थेषु न भवति. इत्युक्ते तत्र पृथक्त्वम् इति एकः गुणः अस्ति, तत् द्रव्येषु एव भवति, अन्यपदार्थेषु न भवति इति. तर्हि घटः पटात् पृथक् इति यथा आकारः अस्ति चेत् तत्र पृथक्त्वम् इति गुणः, तद्गुणः घटे भवति इति. तत्र घटः इति द्रव्यमस्ति, तस्मिन् सः गुणः अस्ति इति. परन्तु यदा रूपं घटात् पृथक् इति प्रतीतिः अस्ति चेत् तत्र पृथक्त्वम् इति गुणः रूपे भवितुं नार्हति, यतोहि गुणः द्रव्ये एव भवति न तु गुणे. तर्हि तत्र तस्मिन् रूपं घटात् पृथक् इति वाक्येन तत्र घटभेदः रूपे वर्तते इत्येव वक्तुं शक्नुमः. इत्युक्ते पूर्वमेव वयं दृष्टवन्तः तत्र अन्योन्यभावः इति यत् अभावः अस्ति तदेव भेदः इति. तर्हि तत्र अन्योन्यभावः इति अभावः एव तत्र रूपे भवति इति, न तु पृथक्त्वम् इति गुणः, परन्तु अन्योन्यभावः इति अभावः. तद् अभावः तु सर्वेषु पदार्थेषु भवति एव. तर्हि तत्र किमपि क्लेशः नास्ति तथा वक्तुम्. अस्तु, समीचीनम्. अस्तु, तर्हि तत्र मतभेदः वर्तते इति. नव्यनैयायिकानां मतानुसारं भेदः एव पृथक्त्वं, किन्तु प्राचीननैयायिकाः किं वदन्ति इति अधुना भगिन्या उक्तं. पृथक्त्वम् इति गुणः नवद्रव्यवृत्तिः, भेदः अथवा अन्योन्याभावः सप्तपदार्थवृत्तिः इति तौ भिन्नौ इति प्राचीनाः वदन्ति. अस्तु, अग्रे अजितः महोदय. अजितः महोदय अस्ति वा? तर्हि सरला भगिनी. अस्तु, पठतु. अस्य उत्तरे नव्यनैयायिकैः उक्तं यत् भेदस्य सर्वपदार्थप्रवृत्तित्वात् यत्र गुणत्वात् पृथक्त्वं गुणेन सम्भवति तत्र भेदः भवति. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते तत्र तस्मिन्नेव अर्थे भेदोऽपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु. तथा कथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता? सर्वं भेदः एव. इदानीं नव्यनैयायिकाः नव्यनैयायिकस्य मतं किम् इत्युक्ते भेदस्य सर्वपदार्थवृत्तित्वात् यत्र गुणत्वात् प्रदत्तं यत्र गुणत्वात् प्रदत्तं गुणेन सम्भवति तत्र भेदः भवति. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते इत्युक्ते खण्डशः पश्यामः. अस्तु, प्राचीनानां मतं किम् आसीत्? यत् पूर्वस्मिन् पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः इत्युक्ते गुणे द्रव्यभिन्नेषु पदार्थेषु न भवति इति. पृथक्त्वम् इति अन्यतमः गुणः. गुणः कुत्र अस्ति? कुत्र भवति गुणः? गुणः द्रव्ये भवति. द्रव्ये एव. द्रव्ये एव. अपरेषु पदार्थेषु न भवति किल? समवायः, विशेषः इत्येते गुणाः, ये क्षम्यताम् इत्येते पदार्थाः भवन्ति खलु, तेषु गुणः न भवति. गुणः केवलं द्रव्ये. अतः पृथक्त्वम् इति गुणः नवद्रव्यवृत्तिः. परन्तु भेदः इत्युक्ते किम्? हा, अस्तु, उच्यताम् माला भगिनी. अन्योन्याभावः. हा, भेदः इत्युक्ते अन्योन्याभावः. अन्योन्याभावः इति कुत्र वर्तते महोदय? सप्तसु पदार्थेषु वर्तते किल पदार्थेषु? हा, नवद्रव्याणि सन्ति. द्रव्यम् इत्यपि एकः पदार्थः. द्रव्यगुणकर्मसमवायः सामान्यं विशेषः अभावः इति सप्तपदार्थः. तस्मिन् तत्र तस्यां श्रेण्यां द्रव्यमिति स्वीकुर्मश्चेत् नवद्रव्याणि सन्ति. तेषु गुणः वर्तते. परन्तु अन्योन्याभावः अथवा भेदः इति पदार्थः सप्तसु पदार्थेषु वर्तते इति सिद्धान्तः खलु? तर्हि प्राचीनाः वदन्ति गुण पृथक्त्वम् इति गुणः पृथक् भिन्नः, भेदः अथवा अन्योन्याभावः भिन्नः इति. तस्य उत्तररूपेण नव्यनायायिकाः किं वदन्ति इति इदानीं पठतु भेदस्य. अस्य उत्तरे नव्यनैयायिकैः उक्तं यत् भेदस्य सर्वपदार्थवृत्तित्वात् यत्र गुणत्वात् पृथक्त्वं गुणेन सम्भवति तत्र भेदः भवति. अस्तु, किम् अवगतम्? इत्युक्ते गुणे यत्र पृथक्त्वं भवति गुणत्वात् गुणे गुणः भवति वा इति प्रश्नः. गुणे गुणः भवति वा? गुणे गुणः न भवति. न भवति खलु. पृथक्त्वम् इति अपि अन्यतमः गुणः किल? आम्. अतः गुणत्वात् पृथक्त्वं गुणे न सम्भवति. अस्तु, बुद्धम्? आम्. पृथक्त्वम् इति स्वयं गुणः, गुणे न सम्भवति. भेदस्य सर्वपदार्थवृत्तित्वात्, नाम भेदः इत्युक्ते अन्योन्याभावः. अन्योन्याभावः तु सर्व सप्तपदार्थेषु सर्वेषु पदार्थेषु वर्तते. इत्युक्ते गुणे अपि वर्तते भेदः. परन्तु गुणः स्वस्मिन्, गुणः गुणे न वर्तते इति वार्ता. अस्तु, तर्हि नव्याः वदन्ति भेदस्य सर्वपदार्थवृत्तित्वात्, नाम भेदः अथवा अन्योन्य अभावः सर्वेषु पदार्थेषु. पृथक्त्वम् इति गुणः गुणत्वात् स्वस्मिन् अथवा अन्येषु गुणेषु न वर्तते. रूपे पृथक्त्वं, रसे पृथक्त्वम् इति न कदापि सम्भवति. अस्तु, अग्रे पठतु पुनः इत्यस्मात्. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते, तत्र तस्मिन्नेव अर्थे भेदोऽपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु. इत्युक्ते द्रव्ये पृथक्त्वम् इति गुणः, द्रव्ये गुणः विद्यते, पृथक्त्वमपि एकः गुणः एव. तदेव कारणं द्रव्ये पृथक्त्वम् इति गुणः विद्यते, यत्र विद्यते तत्र तस्मिन्नेव अर्थे, इत्युक्ते गुणत्वम् इति अर्थे. अत्र अत्र अर्थे, अर्थे इत्युक्ते द्रव्ये इति अर्थः. अर्थः इत्युक्ते शब्दबोधः इति न, अर्थे इत्युक्ते द्रव्यं. तस्मिन्नेव द्रव्ये भेदोऽपि, भेदोऽपि इत्युक्ते अन्योन्याभावः एव. भेदः अपि भवति इति कृत्वा यदि भेदः भवति चेत् सर्वत्र भेदः एव भवतु इति कस्य मतम्? नव्यनयायिकां मतम् एवम् अस्ति. भेदः तु सर्वत्र वर्तते, पृथक्त्वम् इति गुणः गुणे न वर्तते खलु, एकस्मिन् द्रव्ये न वर्तते पृथक्त्वं. तर्हि क्षम्यताम्, एकस्मिन् पदार्थे न वर्तते पृथक्त्वं स्वस्मिन्. पृथक्त्वं तु केवलं द्रव्येषु वर्तते. तर्हि सर्वत्र भेदः इत्येव स्वीकरणे का हानिः इति नव्यनयायिकाः वदन्ति. अस्तु, अग्रिमवाक्यं. तथा कथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता? इत्युक्ते सर्वदा भेदः एव भवति चेत् भेदः सर्वत्र अस्ति इति चेत् पुनः भेदस्थापनाय पृथक्त्वस्य का आवश्यकता? अस्तु, भेदः इत्यस्य वदनेन कार्यं भवति खलु. अस्माकं कार्यं किं? वस्तुद्वयमस्ति नेत्रयोः पुरतः इति चिन्तयतु. एकं वस्तु अपरस्मात् भिन्नः इति साधनं, तस्य साधनं तु भेदः इत्यनेनैव भवति. तर्हि पृथक्त्वं किमर्थं भवतु? अन्यतमः गुणस्य पृथक्त्वम् इति अन्यतमस्य गुणस्य का आवश्यकता इति नव्यनयायिकाः पृच्छन्ति. अस्तु, अग्रे सरला भगिनी. अस्तु, पुनः प्राचीनानां मत अनुसृत्य विभक्तिभेद इति अस्माभिः अवलोकितः, घटः पट्टः न इत्यनेन भेदस्थले प्रतियोग्य अनियोगिवाचकपदयोः प्रथमा विभक्तिः किन्तु घटः पठात् पृथक् इत्यनेन पृथक् पृथक्त्वस्थले अवधिवाचकपदात् पञ्चमी आश्यवाचकपदात् प्रथमा तत्र नव्यैः उत्तररूपणे प्रोक्तं यत् प्रक्यावशात् प्रयोगभेदेन न अर्थभेदः न सिद्ध्यति. प्राचीनां मतमनुसार विभक्तिभेदः अस्माभिः अवलोकितः. प्राचीनां वदति घटः पटः न इति भेदः व्याकरणे रीत्या यदि अहं वदामः घटः पटः द्वयोः प्रथमा विभक्तिः अस्ति. किन्तु यदि वयं वदामः घटः पटात् पृथक् इति शब्देन घटः प्रथमा विभक्तिः अस्ति, पटात् पञ्चमी विभक्तिः अस्ति. पृथक् घटस्य विशेषणमस्ति. सो पृथक् तस्य आश्रय घट अस्ति. सो घट आश्रयवाचकपद तस्य प्रथमा विभक्ति. किन्तु पठात् इति अवधिवाचकशब्द तस्य पञ्चमी विभक्ति. सो प्राचीनां व्याकरण उपयुज्य भेदम् अपृथक्त्वं च भेदं विवरते. किन्तु नवीनां वदन्ति तस्य व्याकरण उपयोज आवश्यकता नास्ति, अर्थम् एकम् अस्ति. सो एतत् बहु समीचीनं भगिनि. बहुभ्यः दिनेभ्यः परम् आगतवती किन्तु स्मृतवती इति भाति सर्वं. समीचीनमेव. तर्हि यथा भगिन्या उक्तं घटः पटः न इत्यत्र प्रतियोगी कः? प्रतियोगी घटः अस्ति, पटः न अनुयोगी अस्ति. पटः अनुयोगी अस्ति. उभयोः का विभक्ति? उभयोः प्रथमा विभक्ति अस्ति. प्रथमा विभक्ति अस्तु. तर्हि तत्र घटः पटः न इति वाक्यं किं सूचयति? इति वाक्यं भेदं सूचयति. घटः प्रतियोगिता अस्ति, पटे अनियोगिता अस्ति. सो अन्योन्यभाव एतत् सूचयति. हा, घटस्य अन्योन्याभावः पटे अस्ति. पटे अस्ति घटः पटः न इति अन्योन्याभावस्य शब्दरूपेण प्रयोगः. आम्, शब्दरूपेण व्यवहारः. अस्तु, परन्तु घटः पटात् पृथक् इत्यस्मिन् इत्यस्मिन् पृथक्त्वं घटे अस्ति, किन्तु एतत् पटात् पृथक् अस्ति. एक हि अर्थम् एकम् अस्ति, घटपटः न. घटः पटात् पृथक् इत्यस्मिन् भेदः न, अपि तु पृथक्त्वावगाहि प्रत्ययः अयम् इति. नाम पृथक्त्वम् अवगाहते घटः पटात् पृथक् इति वाक्येन इति प्राचीनाः वदन्ति. तदर्थं भेदः भिन्नः, पृथक्त्वम् इति भिन्नः इति उक्तं. पृथक्त्वस्थले अवधिवाचकात् नाम पटात् इत्यस्मात् पञ्चमी, आश्रयवाचकपदात् कस्य आश्रयवाचकपदात् कस्य आश्रयः? पृथक्त्वस्य आश्रय घट. हा, पृथक्त्वस्य आश्रयात् प्रथमा. अनेन अनेन भेदः भिन्नः, पृथक्त्वं भिन्नम् इति प्राचीनाः वदन्ति. तस्य उत्तररूपेण पुनः ते किं वदन्ति नव्याः? नव्याः विजन्ति तस् व्याकरणरीत्या भिन्ना रीति उपयुज्य भिन्नरीत्या भिन्ना विभक्त्या उपयुज्य को अर्थं नास्ति भेद. नाम अत्र वाक्यशैली भिन्ना स्यात् किन्तु व्याकरणशैली भिद्यते इति कृत्वा अर्थभेदः भिन्नः, अर्थभेदः अस्ति इति न वक्तुं शक्नुमः इति नव्यनायायिकानाम् उत्तरम्। तस्मिन् सन्दर्भे पुस्तके एकम् उदाहरणं दृष्टमासीत् खलु, यतते अपि च कृन् धातुः, यतते यत् धातुः अकर्मकः, डुकृन् इति धातुः करोति क्रियते, तत्तु सकर्मकः। परन्तु नयायिकानां दृष्ट्या तयोः समानार्थकत्वमेव, करोति यतते समानार्थक पदे स्तः नयायिकानां दृष्ट्या, ततः तत्रापि ते वदन्ति, तदुदाहरणं दत्त्वा वदन्ति व्याकरणस्तरे भेदः अस्ति प्रक्रियावशात् इति कृत्वा अर्थभेदः अस्ति इति न वक्तुं शक्नुमः, अतः घटः पटो न, घटः पटात् पृथक् इति सर्वं दृष्ट्वा तत्र भेदः भिन्नः, पृथक्त्वं भिन्नः इति वक्तुं न शक्यते इति नव्यनयायिकाः वदन्ति। अस्तु, अग्रे देवदत्तमहोदय किं वदति इति, राजेन्द्रमहोदय पठितुम् इच्छति वा, यतोहि भवता गन्तव्यम्। आम् आम् भगिनि, इदानीं पठामि। ततः अग्रे देवदत्त महोदयाः वदन्ति, अतः एवं वाच्यं, यस्मात् आरभ्य संयोगस्य विस्तृतता चर्चा जायते, अस्माभिः अपि अस्मिन् संयोगविषये सम्पूर्णतया परिशीलनं कृतम्, अधुना तस्य फलं द्रष्टव्यं। प्रसङ्गवशात् पृथक् आश्रयाश्रित्वशब्दः अस्माभिः ज्ञातः, तत्र पृथक् आश्रयाश्रितयोः एव युतसिद्ध्योः संयोगः सम्भवति इति दृष्टम्। यथा घटभूतलयोः पृथक् आश्रयाश्रितत्वं युतसिद्धत्वं च, अतः तयोः संयोगो संयोगः जायते, किन्तु पृथक् आश्रयाश्रितत्वं यत्र नास्ति तत्र संयोगः न सम्भवति। यथा घटकपालयोः पृथक् आश्रयाश्रितं युत्सिद्धत्वं न अस्ति, अतः तयोः संयोगः न जायते। अत देवदत्त महोदयः यथा अस्मिन् अर्थात् ये न्यायिकाः सन्ति ते वदन्ति, एवं वाच्यं, यस्मात् आरभ्य संयोगस्य चर्चा बहु विस्तृतरूपेण प्रचलन् आसीत्, संयोग अतः एवं वाच्यम् इति पुस्तकस्य वाक्यमस्ति। पुस्तके यत् महोदयेन पठितम् अष्टनवतितमे पुटे, तत्र प्रथमवाक्यमस्ति अतः एवं वाच्यम् इति। यस्मात् आरभ्य संयोगस्य विस्तृत चर्चा जा, अस्माभिः अपि अस्मिन् संयोगविषये सम्पूर्णतया परिशीलनं कृतं, बहु परिशीलनं अस्माभिः कृतम्, अधुना तस्य फलं द्रष्टव्यं। प्रसङ्गवशात् पृथग् आश्रयाश्रितत्वशब्दः अस्माभिः ज्ञातं, यत् इदानीम् अस्माभिः ज्ञातवन्तः पृथग् आश्रयाश्रितस्य शब्दस्य अर्थः कः, तत् पृथग् आश्रयाश्रितयोः एव युत्सिद्ध्योः संयोगः सम्भवति इति दृष्टम्। अत्र तदपि वयं दृष्टवन्तः, यथा संयोगः युत्सिद्ध्योः एव संयोगः सम्भवति यदा तत्र पृथक् आश्रयाश्रितत्वम् अस्ति तस्मिन्। यथा घटभूतलयोः पृथक् आश्रयाश्रितत्वं युत्सिद्धत्वं च, अतः यथा घटभूतलसंयोगः पृथग् आश्रयाश्रितम् अस्ति घटे, पृथग् आश्रितम् अस्ति भूतले, भूतलस्य पृथग् आश्रितम् अस्ति, तत् ते युतसिद्धौ स्तः, तत् कारणात् तत्र संयोगः जायते। किन्तु यत्र पृथग् आश्रयाश्रितं नास्ति तत्र संयोगः न सम्भवति, उदाहरणार्थरूपं घटकपालयोः तत्र पृथग् आश्रयाश्रितं न अस्ति नास्ति, ते युत्सिद्धत्वम् अपि तत्र न स्तः, अयुत्सिद्धत्वम् अस्ति, तत्कारणात् तत्र संयोगः न जायते। अस्तु महोदय, समीचीनं। तर्हि अग्रे सरेण इतः स्पष्टं स्यात् इति मन्ये, एतावता यत्किमपि अस्माभिः चर्चितं तदेव अस्ति अत्रापि। अस्तु, अग्रे माला भगिनी पठति वा। अधुना आयाति अस्माकं मुख्यबिन्दुः, एषु विषयेषु विषयेषु पृथक् आश्रय आश्रितत्वम् इत्यस्य स्थाने किमर्थं भिन्न आश्रय आश्रितत्वम् इति न स्यात्? भिन्न आश्रय आश्रितत्वम् इति वदामः चेत् कोऽपि हानिः वा? वारं वारं पृथग् आश्रय आश्रितत्वम् इति रटामः, अग्रे गत्वा भिन्न आश्रय आश्रितत्वम् इत्येव रटामश्चेत् सम्यक् इति अस्मिन् पाठे प्रमुखप्रश्नः। अत्र लिखितमस्ति अस्माभिः बहुषु दिनेषु पृथग् आश्रय आश्रितत्वम् इति पुनः पुनः पठितवन्तः। तस्य स्थाने वयं भिन्न आश्रय आश्रितत्वम् इति वदामः चेत् किमपि भवति वा? किमपि हानिः वा इति इति प्रश्नः अस्ति अत्र। इत्यस्मिन् विषये अग्रे वयं चर्चां कुर्मः। पृथक् आश्रय आश्रितत्वम् अपि च भिन्न आश्रय आश्रितत्वम् अनयोः मध्ये भेदः अस्ति वा इति। इत्युक्ते भिन्नः इति भिद् धातुतः एव खलु, यथा भेदः, तर्हि पृथगाश्रयाश्रितत्वम् इत्यस्य स्थाने भेदसूचकपदं भिन्नाश्रयाश्रितत्वम् इत्यस्य उपयोगं भवितुम् अर्हति वा इति प्रश्नः। अन्ततो गत्वा नव्यनयायिकाः साधयितुम् इच्छन्ति यत् पृथक्त्वं भेदः समानौ इति। प्राचीनाः वदन्ति यत् ते समानौ न स्तः, तदर्थं व्याकरणशैली दृष्टम्, अपि च पृथक्त्वं गुणे वर्तते, भेदः सर्वेषु वर्तते इति एतत् सर्वम् उक्तवन्तः ते। किन्तु अत्र पुनः देवदत्तमहोदय स्वस्य अभिप्रायं किञ्चित् ददाति इति। अस्तु, अधुना प्रश्नः अस्ति पृथगाश्रय आश्रितत्वम् इत्यस्य स्थले भिन्नाश्रय आश्रितत्वम् इति वक्तुं शक्नुमः वा इति। अग्रे अपि पठतु भगिनि। इतः अग्रे यल्लिखितम् अस्मिन् प्रसङ्गे विद्याधर्यां, तस्मिन् अनेके पारिभाषिकशब्दाः सन्ति, गभीरविचाराः च सन्ति। अतः विषयस्य अवगमनार्थं प्रथमतया सरलरीत्या पृथक्त्वभेदयोः प्रसङ्गे काचित् चर्चा अत्र भवतु। सर्वप्रथमं पृथक्त्वं नाम किं, भेदश्च नाम कः इति अवगच्छेम। अनेन तयोः मध्ये भेदः कः इति मनसि स्पष्टं भवतु। तदा विद्याधर्यां किं लिखितमस्ति इत्यस्मिन् विषये अस्माकं प्रबोधः अवश्यं जायेत। विद्याधर्यां पुस्तके अनेके पारिभाषिकशब्दाः सन्ति, गभीरविचाराः च सन्ति, तस्मिन् विषये अस्माकं सरलरीत्या अवगमनार्थं वयम् अत्र पठामः पृथक्त्वम् अपि च भेदयोः मध्ये किं किं कीदृशभिन्नता वर्तते। प्रथमं वयम् अवगच्छेमः यत् पृथक्त्वं नाम किं, भेदः नाम किम् इति स्पष्टतया अवगमनं भवति चेत् तदा वयं विद्याधर्यां पुस्तके यद् लिखितमस्ति तद् सम्यक्तया अवगन्तुं शक्नुमः। अस्तु, हा, इत्येव वार्ता। बहूनां पदानां परिचयः प्राप्तवन्तः खलु, तयोः परिच्छेदयोः, निखिलावधिकत्वं, स्वनाशसंयोगाश्रय, तादृशपदानि, तस्य तेषां पारिभाषिकपदानां विवरणम् अग्रे दीयते। अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि, विषयपरिचयः कपाले यदा क्रिया जायते तया क्रियया कपालस्य भूतलेन सह संयोगः भवति. अधुना तस्मिन्नेव कपाले घटः अस्ति, परन्तु कपालस्य घटेन सह संयोगः कुतो न जायते इति प्रश्नः. तस्य समाधानम् उच्यते पृथगाश्रय आश्रितयोरेव संयोगः भवति. अत्र भेदेन निर्वाहः न भवति. कपालस्य च घटस्य च भेदः तु अस्ति, कपालस्य च भूतलस्य च अपि भेदः अस्ति, परन्तु यौ पृथगाश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते तयोरेव पृथक् इति व्यवहारः भवति. अग्रे उदाहरणानि परिशील्य इमं विषयं बोधिष्याम. अत्र सर्वं नैयायिकानां मतम् अधिकृत्य दत्तमस्ति. किमर्थं पृथक्त्वम् इति स्थले भेदः इति शब्दः न उपयोगं शक्नुमः इति तस्मिन् विषये पुस्तके बहु चर्चा जाता. कपाले यदा क्रिया जायते तया क्रियया कपालस्य भूतलेन सह संयोगः भवति, अधुना तस्मिन्नेव कपाले घटः अस्ति. अत्र अस्मिन् प्रसङ्गे नाम कपालघटयोः प्रसङ्गे भेदः इति शब्दः उचितः वा इति प्रश्नः. परन्तु कपालस्य घटेन सह संयोगः कुतः न जायते इति प्रश्नः. वयं एतत् पूर्वमेव दृष्टवन्तः. किमर्थम् अयुतसिद्धयोः संयोगः न जायते? अयुतसिद्धयो नाम पृथक्त्वं, पृथक्त्व आश्रय आश्रितौ आश्रितत्वं नास्ति तत्र. तस्य समाधानम् आम् अस्तु वदतु. हा, भवती यदुक्तं तद् सर्वं समीचीनं. कपालभूतलयोः संयोगः, तस्मिन्नेव कपाले घटः अस्ति. तर्हि कपालस्य अपेक्षया घटः इति अपरं द्रव्यम् इति खलु? परन्तु कपालः घटेन सह संयुक्तः नास्ति. किमर्थं न जायते इत्यस्य प्रश्नस्य उत्तरं भवती उक्तवती एव. किमर्थं न जायते, समाधानं किम् अस्ति? अयुतसिद्धत्वमस्ति तत्र, अतः संयोगः न जायते एव. युतसिद्धयोः मध्ये एव संयोगः जायते. अस्तु, अग्रिमवाक्यं किं तत्र? तस्य समाधानम् उच्यते पृथक् आश्रय आश्रितयोरेव संयोगः भवति. अत्र आश्रयः तु साम्यमेव, कपालः एव आश्रयः अस्ति घटस्य अपि च कपालिका एव आश्रयः अस्ति. तस्मिन् तादात्म्यसम्बन्धेन भवति. अतः अत्र पृथक् आश्रय आश्रितत्वं नास्ति. अत्र भेदेन निर्वाहः न भव आम् अत्र भेदः इति भेदस्य उपयोगेन पृथगाश्रय तत्त्वस्य व्याख्यानं न भवति इति वा? समीचीनं, तथा एव अस्ति. पृथगाश्रय आश्रितयोरेव संयोगः इति उक्तं खलु? तत्र पृथग् इति शब्दस्य आवश्यकता अस्ति. पृथक् इति शब्दव्यवहारः कुतः आगच्छति? पृथक्त्वम् इति गुणः अस्ति चेत् आगच्छति. पृथगाश्रय आश्रितौ इति वक्तुं भेदस्य उपयोगं कर्तुं शक्नुमः वा इति. अतः पृष्टम् अत्र भेदेन निर्वाहो न भवति. अत्रापि अस्माकं मनसि एतावता पृथग् आश्रय आश्रितत्वम् इति पदं सम्यक् किमस्ति स्थापितम् अस्ति खलु. अत्र प्रश्नः किमर्थं भेदाश् भिन्न भिन्न आश्रय आश्रितत्वं नास्ति इति न आवश्यकम् इति प्रश्नः इति भेदेन निर्वाहः किमर्थं न भवति, किमर्थं न स्यात्, यतोहि अग्रिमवाक्यम् अस्ति कपालस्य च घटस्य च भेदः तु अस्ति. आम् अन्योन्यभावेन कपालस्य घटस्य च भेदः अस्ति इति इति स्थापितमस्ति. परन्तु कपालस्य च घटस्य च भेदः अस्ति इत्युक्ते कपालस्य घटस्य अन्योन्यभावः तु अस्ति एव. परन्तु साधयितुं शक्नुमः किमर्थं न भवति पृथगाश्रय आश्रितत्वम् अस्ति नास्ति इति साधयितुं न शक्नुमः. अग्रे कपालस्य च भूतलस्य च अपि भेदः अस्ति, परन्तु यौ पृथगाश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते तयोरेव पृथक् इति व्यवहारः भवति. अग्रे उदाहरणानि परिशील्य इमं विषयं बोधिष्यामः. इत्युक्ते पृथग् आश्रय आश्रितौ इत्युक्ते भिन्नरीत्या आकाशदेशः भिन्न इत्युक्ते तत्र अवधिः अस्ति प्रत्येकस्य द्रव्यस्य पृथक् पृथक्त्वम् अस्ति वा अवधिः देश अवधिः अस्ति खलु. भिन्नः आकाशदेशः इत्युक्ते आम् अवधि अवधेः भेदः इति. याभ्यां व्याप्रियते इत्युक्ते किं भगिनि? व्याप्रियते इत्युक्ते पूरयति इति चिन्तयतु. एकः एकेन द्रव्येण एकः आकाशदेशः पूरितः, अपरेण द्रव्येण अन्यः आकाशदेशः पूरितः इति ज्ञानं भवति पृथग् इत्यस्य प्रयोगेन. अन्यरीत्या वदति वा आकाशदेशः इत्युक्ते किम्? अस्तु तर्हि आकाशः इति एकः एव खलु. किन्तु उपाधिभेदात् नाम प्रकोष्ठे स्थितः आकाशः भिन्नः, प्रकोष्ठात् बहिः भिन्नः, तादृश उपाधिः अस्ति. भित्तिः इति उपाधिः वाल्, तेन उपाधिना आकाशदेशः भिद्यते प्रकोष्ठात् बहिः च प्रकोष्ठात् प्रकोष्ठस्य अन्ते खलु. इति भिन्नः आकाशदेशः. अत्र आकाशदेशः भिन्नः भवति पृथगाश्रय आश्रितौ इत्यस्य शब्देन. पृथगाश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः इति मनसि ज्ञानम् उदेति. अस्तु तादृशयोः एव पृथक् इति व्यवहारः भवति इति उक्तमस्ति. तर्हि भगिनि भिन्नः भेदः इति वदामः चेत् तत्र आकाशदेशः भिन्नत्वं नास्ति वा? तत्रापि वर्तते खलु अन्योन्यभावस्थले इति वा? अत्र न इति वदामः, वदतु भगिनि क्षम्यता. घटः पटः न इति वदामश्चेत् किं भाति तत्र कीदृशज्ञानम्? तत्र घटः भिन्नः पटः न तद् न इति ज्ञानम् उदेति तावदेव. किन्तु अधुना मम नेत्रयोः पुरतः घटः नास्ति चेदपि घटस्य आकाशदेशः कः इति न ज्ञातं मया. अस्तु परन्तु घटः पटः न इत्यनेन केवलं घटस्य अभावः पटे वर्तते इति ज्ञानम् उदेति मनसि. परन्तु घटस्य आश्रयः भिन्नः पटस्य आश्रयः भिन्नः तादृशं ज्ञानम् उदेति वा इति. भवती किं चिन्तयति? न, तादृशज्ञानं न उदेति, परन्तु तत्र तत्र एतत् वाक्यम् अस्ति खलु, तत्र परन्तु यौ पृथकाश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते तयोः एव पृथक् इति व्यवहारः भवति. इत्युक्ते तत्र पृथक् इति व्यवहारः इत्युक्ते पृथकाश्रय आश्रितौ इति व्यवहारः इति वा? हा, तत्र केवलं पृथक् इति न, परन्तु पृथकाश्रय आश्रितौ इति व्यवहारः इति अथवा अथवा पुस्तकः किं पुस्तकं लेखन्याः पृथक् तादृश अथवा लेखनी पुस्तकात् पृथक् तादृशः व्यवहारः तयोः एव भवति ययोः पृथगाश्रयाश्रितौ अपि च याभ्यां भिन्नः आकाशदेशः पूरितः भवति. पूरितः इत्युक्ते अत्र आक्युपैड् इति अर्थे. क्षम्यतां, तत्रैव किञ्चित् भ्रमः अस्ति भगिनि. किमर्थं चेत् तत्र यतोहि घटः घटः अपि च पटः अपि अस्माकं पुरतः नास्ति चेदपि घटः पटः न इति वदामः तु तर्हि तत्र विषयः अस्ति घटः पटः न इति वदामः चेत् तत्र अस्तु तर्हि तत्र घटः वा पटः वा तत्र ताभ्यां भवित ताभ्यां तत्र तौ तत्र स्तः इति न, परन्तु तत्र घटः इति प्रतियोगी अस्ति तत्र तत्पटः नास्ति इत्येव ज्ञानं भवति इति. हा, घटः प्रतियोगी, समीचीनम्. तस्य अभावः पटे वर्तते इति ज्ञानं. तस्य अभावः पटे वर्तते, अस्तु. हा, परन्तु पृथगाश्रयाश्रितौ इत्यस्य वदनेन तत्र आश्रयस्य सूचना अपि प्राप्यते किल. आश्रयः पृथक् इत्यस्य वदनेन अस्तु, आश्रयः इत्युक्ते आकाशे एकः देशः, सः पृथक् इति सूचना प्राप्यते. तादृशनिर्वाहः केवलम् अन्योन्याभावेन भवति वा इति प्रश्नः. नास्ति, परन्तु अनुमीतुं शक्नुमः खलु, यतोहि अनुमानेन वक्तुं शक्नुमः इति भवती चिन्तयति. आम्, तत्र किमर्थं चेत् घटः इति प्रतियोगी तस्य अभावः पटे अस्ति चेत् तर्हि तत्र घटस्य आश्रयः भिन्नः पटस्य आश्रयः भिन्नः इति अनुमानं कर्तुं शक्नुमः खलु. आवश्यकता नास्ति अनुमानस्य. अहं चिन्तयामि कान्सेप्ट् अस्ति तत्र, इत्युक्ते तत्र अवधिः एव नास्ति. पृथक् इत्युक्ते अवधिवाचकपदमस्ति, भिन्न उपाधि इति. समीचीनम्, उपाधि पृथक्. हा, इति अहमपि तथैव चिन्तयामि. पृथक् इत्यनेन समीचीनतया निर्देशः प्राप्यते. तस्य उपाधिः अस्ति आकाशदेशे इति. किन्तु घटः पटः न इत्यनेन किं ज्ञायते? केवलं इदानीं तु अन्योन्यभावः इति जानीमः, किन्तु यः कोऽपि घटः पटः न इति वदति चेत् केवलं घटे पटे तादृशः अभावः अस्ति वा इति भवति. सत्यं, तत्तु सत्यं, परन्तु तत्र तत्सर्वं भवती उक्तवती तद् अहम् अङ्गीकरोमि. पर तत्र एकः एव भ्रमः अस्ति, तत्र भेदः इति वदामः चेदपि अत्र तत्र किमर्थं चेत् घटः घटः न इति न वदामः खलु, किमर्थं चेत् तत्र तु घटः घटः न इति. हा, सत्यं सत्यं. तर्हि तत्र स्वस्मिन् तादात्म्येन तिष्ठति, हा तिष्ठति, तर्हि तत्र आश्रयभेदः अपि नास्ति. परन्तु तत्र गतः पटः न इति वदामः चेत् तत्र आश्रयभेदः अपि अस्ति खलु, तर्हि आश्रयभेदः अस्ति इति कारणात् तत्रापि वयम् आकाशदेश भेदः अस्ति इति वक्तुं शक्नुमः. तदेव तत्रैव किञ्चित् भ्रमः अस्ति मम. पृथक्तमिति वदामः चेत् तत्र न इति न, क्षम्यतां भगिनि. हा न, भवती यद्वदति तत् समीचीनमेव, परन्तु अहं चिन्तयामि यथा सावित्री भगिनी उक्तवती पृथगाश्रयाश्रितौ इति कश्चन कान्सेप्ट् अथवा सिद्धान्तः स्यात् येन आकाशदेशः भिद्यते इति सूचना प्राप्येत. परन्तु यथा भवती वदति घटः पटः न इत्यनेन यदि वयं जानीमः एतान् सर्वान् सिद्धान्तान् अन्योन्याभावः इति सिद्धान्तं स्वस्मिन् तादात्म्येन तिष्ठति इति सिद्धान्तं जानीमः तदा अपि च आश्रयः स्वस्य आश्रये तिष्ठति इति जानीमः तदा एव भाति खलु आकाशदेशः भिन्नः इति. परन्तु अस्मिन् पदे तु शब्दे तु पृथगाश्रय आश्रितौ पृथगाश्रयः तत्र तु किम् इट् इमिडियट्लि जम्प्स् औट् इति वक्तुं शक्नुमः. अस्तु, आश्रयः भिन्नः आकाशदेशः तत् साक्षात् एव तद् सः अर्थः आगच्छति. परन्तु अत्र तु अनुमानेन अथवा पूर्वमेव वयम् एतत् सर्वं सिद्धान्तं जानीमः चेदेव तत्र तादृशज्ञानं प्राप्तुं शक्नुमः इति भाति. परन्तु भगिनि अहं चिन्तयामि पृथक् आश्रय आश्रितौ इति अपि न, पृथक् इति एव शब्दस्य अवगमनं भवति स्पष्टतया. स्पेस् अस्ति इति मम मनसि अहं चिन्तयामि. अत्र तु कन्वेन्शन् अस्ति, न्यायशास्त्रस्य कन्वेन्शन्, पृथक् इत्युक्ते आकाशदेशभिन्नः भवतु, याभ्यां व्याप्रियते इत्युक्ते व्याप्तं वा समान व्याप्रियते इत्युक्ते आक्युपैड् इति. अस्तु, परन्तु समान धातु खलु व्याप्रियते, व्याप्तं, व्याप्यं न न नास्ति भगिनि, व्यापृ इति एव किमपि अस्ति. अस्तु अस्तु, मम मनसि पृथक् इति शब्दस्य शब्देन एव अहम् अवगच्छामि किञ्चित् भिन्नभिन्न वस्तु अस्ति अथवा तयोर्मध्ये आकाशः अस्ति इति. तर्हि तत्र पृथक् इत्युक्ते तत्र सेपरेट् इति तत्र तत्र किमपि आकाशस्य आवश्यकता अस्ति, परन्तु तत्र भिन्नः इत्युक्ते केवलं डिफरेण्ट् इति एव तत्र न. अहम् अहमेवं चिन्तयामि केवलं पृथक् इत्यनेन निर्वाहः न जायते. केवलं पृथक् इति वदामि चेत् तत्र आकाशदेशः भिन्नः इति न चिन्तयामि, किन्तु पृथक् आश्रय इत्यस्य वदनेन आकाशदेशः भिन्नः इति मनसि आगच्छेत् प्रायः. परन्तु इदानीं भेदः इति स्वीकृत्य वक्तुं यततां आश्रयः भिन्नः इति कथं वदति इति मम प्रश्नः. परन्तु अत्र यत् लिखितमस्ति इत्युक्ते आकाशदेशः भिन्नः, याभ्यां व्याप्रियते तयोरेव पृथक् इति व्यवहारः भवति. तत्र पृथगाश्रय इत्यस्य अर्थः न दीयते पृथक् तत्र एव मम भ्रमः अपि भगिनि. तत्र केवलं पृथक् इति अस्ति खलु, तर्हि तत्र तदर्थम् एव किञ्चित् भ्रमः आगतः मम मनसि. तत्र केवलं पृथक् इति वदामः चेदपि तत्र आकाशदेश भिन्नत्वं सूचयति इति वा भगिनी. यत्र आकाश उपाधिः अस्ति तत्रैव आश्रय पृथक् आश्रय आश्रित्वं भवितुम् अर्हति. अतः एव अहं चिन्तयामि यत् पृथक् इत्युक्ते आश्रयस्य किं रेफरेन्स् एव पृथक् आश्रय आश्रितत्वस्य निरूपणमेव भवति अत्रापि. किञ्चित् चिन्तनीयं भवति भगिनी, प्रायः अखिला भगिनी ई पत्रं लिखित्वा अस्मान् अपि योजयतु महोदयं प्रति, तस्मिन् विषये चिन्तयामः. अस्तु तर्हि अग्रे गच्छेम वा भगिनी. भगिनी एकः प्रश्नः, पूर्वं वयं पठितवन्तः दैशिकविशेषणकालिकविशेषण इति, एतत् अत्र आकाशभेदः इत्युक्ते दैशिकविशेषणविषयः कुत्र पठितवन्तः? अभावस्य विषये खलु? आमाम्, अभावः कालिक किमपि विशेषणतया कुत्रचित् वर्तते दैशिकविशेषणतया इति, तत्तु अभावस्य प्रसङ्गे आसीत्. अस्तु, अत्र प्रसक्ति नास्ति. अत्र प्रायः नास्ति, किन्तु किन्तु भवता यदुक्तं प्रायः अभावस्य चर्चायाम् आगच्छति. अस्तु अस्तु तर्हि वर्धिनी भगिनी अग्रे पठति वा? आं भगिनि, परन्तु तत्र एव यत्र केवलं घटः वर्तते स्वस्य कपालादिषु अवयवेषु. भगिनि एकनिमिष, कुत्र पठति? पृथक्त्वम् इति शीर्षिका अस्ति खलु तत्र, पृथक्त्वं तृतीयभागः अस्ति. ओ, पृथक्त्वम्. एका कपालिका वामहस्ते स्थापिता, दक्षिणहस्ते कपालः स्थापितः, तदा किम् उच्यते? इयं कपालिका कपालात् पृथक्, अधुना केवलं घटः अस्ति, स च कुत्र? कपाले कपालं विना घटः भवति वा? न भवति. स च कपालः कपालिकायां, कपालिकां विना कपालः भवति वा? न भवति. तर्हि यत्र घटः अस्ति तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति. एतादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् कपालः घटात् पृथक्, कपालिका कपालात् पृथक् कुतः? प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम्? पृथक्त्वम् इति अर्थम् इदानीं चर्चितः. एका कपालिका वामहस्ते स्थापिता, दक्षिणहस्ते कपालः, कपालिका एकहस्ते अपरहस्ते कपालः, तदा किम् उच्यते? इयं कपालिका कपालात् पृथक्, अधुना केवलं घटः अस्ति, स च कुत्र? अस्तु, किमर्थं उच्यते इयं कपालिका कपालात् पृथक् इति? आकाशदेशः भिन्नः खलु, कपालात् पृथक्. यथा पूर्वस्मिन् परिच्छेदे उक्तं, ययोः आकाशदेशः भिन्नः, तयोः एव पृथक् इति व्यवहारः. कपालिका एकस्मिन् अर्थे कपाल हस्ते, कपालः अपरस्मिन् इत्युक्ते तत्र आकाशदेशः भिन्नः, तदर्थं कपालिका कपालात् पृथक् इति व्यवहारः जायते. अस्तु अग्रे. अधुना केवलं घटः अस्ति, स च कुत्र? कपाले कपालं विना घटः भवति वा? न भवति. स च कपालः कपालिकायां, कपालिकां विना कपालः भवति वा? न भवति. तर्हि यत्र घटः अस्ति तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति. तादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् कपालः घटात् पृथक्, कपालिका कपालात् पृथक् कुतः? प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम्? एकदेशे सन्ति वा कपालः कपालिका एकस्मिन् आकाशदेशे सन्ति एते सर्वे हलो घटः इति वक्तुं कपालः कपालिका सर्वम् एकस्मिन् देशे स्यात् नो चेत् घटः न तिष्ठति घटः इति द्रव्यं न भवति एव ते पृथक् पृथक् भवन्ति चेत् प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम् इति प्रश्नः एतादृशेषु स्थलेषु नाम घटः इति एकं द्रव्यं स्वीकृत्य वक्तुं न शक्नुमः कपालः घटात् पृथक् इति ते पृथक् भवन्ति चेत् तत्र घटः न तिष्ठति एव कपालिका कपालात् पृथक् इति तु वक्तुं शक्नुमः प्रथमे उदाहरणे एकस्मिन् हस्ते कपालः अपरस्मिन् नास्ति इति वैलक्षण्यम् अस्तु अत्र एकं भगिनि क्षम्यताम् अहं चिन्तयामि तत्रैव प्रायः अस्माकं प्रश्नस्य उत्तरं स्यात् सत्यं सत्यं सत्यं भगिनि तदेव अहमपि वक्तुम् इष्टवती अस्तु तर्हि तत्र भेदः इति कपालि तत्र यतोहि घटे कपालः घटे अपि च कपालिकायां कपालः इति अस्ति चेत् तत्र पृथक्त्वम् इति वक्तुं न शक्नुमः परन्तु तत्रापि भेदः इति वक्तुं शक्नुमः भेदः तु अवश्यं शक्नुमः कपालः घटात् पृथक् इति न कदापि भवति अस्मिन् प्रसङ्गे किन्तु कपालः घटः न घटः कपालः न सत्यम् इदानीम् अवगतं भगिनि धन्यवादः धन्यवादः अहमपि तदेव वक्तुम् इष्टवती इदानीं घटः कपालः न इत्युक्ते कपाले घटाभावः वर्तते इति आगतम् घटं स्वीकृत्य कपालः घटः न इति वदामश्चेत् तत्र तस्मिन् वाक्ये घटं स्वीकृत्य कपालः घटः न इति वदामि चेत् कपाले घटस्य अभावः इति आगच्छति अथवा घटः कपालः न इति वदामि चेत् कपाले घटाभावः इति आगच्छति खलु सत्यं हा किन्तु तत्तु सत्यम् इति न भाति एकं सम्पूर्णं घटं स्वीकृत्य वदामि चेत् नो एकं सम्पूर्णं घटं स्वीकृत्य सम्पूर्णः घटः स्वीकृत्य वयं तत्र घटः कपालः न इति वदामः चेत् तत्तु सत्यमेव खलु किमर्थं चेत् घटः घटे घटः इति प्रतियोगी कपाले तस्य अभावः वर्तते एव परन्तु तत्र घटः किन्तु समवायसम्बन्धेन कपाले अस्ति सत्यं परन्तु ओ किन्तु विपरीतरीत्या वक्तुं शक्नुमः कपालः घटः न इति वक्तुं तु सर्वथा शक्नुमः घटं स्वीकृत्य नाम सम्पूर्णं घटं स्वीकृत्य घटे नास्ति खलु कपालः तु घटे नास्ति न कदापि भवितुम् अर्हति तर्हि तत्र भेदः इति वक्तुं शक्नुमः परन्तु पृथक् इति वक्तुं न शक्नुमः तादृशदृश्यामपि खलु कपालः घटात् पृथक् इति वक्तुं न शक्नुमः परन्तु कपालः घटः न इति वक्तुं शक्नुमः अवश्यम् इति वार्ता अस्ति अस्मिन् प्रसङ्गे यतोहि सर्वेषाम् एकः एव आकाशदेशः कपालस्य घटस्य कपालिकायाः अस्तु तर्हि अग्रे गच्छेम सावित्री भगिनी पठति वा आं भगिनि यत्र केवलं घटः अस्ति स च घटः यद्यपि एकाकी किन्तु कपाले अस्ति एव तस्यां दशायां घटकपालौ आकाशे भिन्ने देशे न स्तः येन देशावच्छेदेन घटः अस्ति तस्मिन् देशे एव कपालो अपि अस्ति, कपालौ अपि वर्तते, तद्देशे एव कपालिका अपि वर्तते, तस्मात् तत्र पृथक्त्वरूपगुणः न उत्पद्यते। अत्र कपालः घटात् पृथक्, कपालिका कपालात् पृथक् इति वक्तुं न शक्यते यत् एकस्मिन् एव देशे स्तः। पुनः कपालिका कपालः एकस्मिन् एव देशे स्तः, एकस्मिन् देशे इति कारणतः पृथक् इति व्यवहारः न शक्यः। तदेव इदानीं पर्यन्तम् अस्माभिः चर्चितं परन्तु यत्र घटः अस्ति, घटः समवायेन कपाले वर्तते, अपि च कपालः समवायेन कपालिकायां वर्तते, समानदेशे त्रय द्रव्यमपि द्रव्यत्रयमपि भवति, तदर्थम् अस्माभिः न वक्तुं शक्नुमः तत् यत् पृथक् इति पदस्य उपयोगं न कर्तुं शक्नुमः। यथा पूर्वमेव दृष्टं आकाशदेशः भिन्नः अस्ति एव, तदा एव वक्तुं शक्नुमः पृथक् इति। अत्र आकाशदेशः सर्वेषु द्रव्येषु समानमस्ति एकस्मिन् देशे इति कारणतः पृथक् इति शब्दं न उपयोगं कर्तुं शक्नुमः इति अस्ति। समीचीनं, अग्रे अखिला भगिनी पठति वा? भगिनी एकविषयं, प्रथमं प्रथमं वाक्यं भगिनि, कपाले अस्ति एव इत्युक्ते किं, घटः कपाले वा? आम् न, मम मनसि भेदस्य अर्थः, घटः कपालः न इति अपि सत्यं, किन्तु घटः कपालात् पृथक् इति न वक्तुं शक्नुमः। अस्तु, अग्रे अखिला भगिनी। परन्तु तत्र एव यत्र केवलं घटः वर्तते स्वस्य कपालादिषु अवयवेषु, यद्यपि कपालः घटात् पृथक् इति व्यवहारः न सम्भवति, तथापि भेदः वर्तते, कपालिका अन्या, कपालः अन्यः, घटः अन्यः, तस्मात् भेदः अन्योन्यभावः वर्तते। परन्तु येषां देशभेदः यतः नास्ति, एकस्मिन्नेव देशे घटे अपि वर्तते, कपालः अपि वर्तते, कपालिका अपि वर्तते, अतः पृथक्त्वरूपगुणः न उत्पद्यते। एतदपि इदानीं यद्वयं चर्चितवन्तः तदेव अस्ति, तत्र एकदेशे घटः यत्र अस्ति तत्र एकदेशे एव घटः, तस्य अवयवः कपालः, तस्य अवयविनी अवयविनी कपालिका अपि वर्तते। तर्हि तत्र एकदेशे एव त्रयः अपि वर्तते इति कारणात् तत्र पृथक्त्वम् इति वक्तुं न शक्नुमः। परन्तु तत्र तत्र तु तेषां भेदः तु अस्ति एव, किमर्थं चेत् तत्र कपालिका इति अन्या द्रव्यमस्ति, कपालः इति अन्यद्रव्यं, घटः इति अपि अन्यद्रव्यं, तर्हि तत्र भेदः वर्तते परन्तु पृथक्त्वं नास्ति इति अस्ति। समीचीनं, यतोहि तेषाम् आकाशदेशः समानः। अस्तु, अग्रे अपि पठतु भगिनि। संयोगः, तर्हि यत्र केवलम् एकः घटः वर्तते स्वस्य कपालादिषु अवयवेषु, तत्र कपालः घटात् पृथक् इति प्रत्ययः न भवति इत्युक्तं, किन्तु भेदः तु अस्ति, नाम घटः कपालः न, तौ द्वौ भिन्नौ, अत्र घटकपालयोः संयोगः सम्भवति किम्? अग्रे अपि पठामि वा भगिनी, अथवा तत्र? अस्तु, अग्रे अपि पठतु। अस्तु, अधुना वामहस्ते एकः कपालः स्थाप्यते, तत्र कपालस्य आश्रयः कपालिका, यस्मात् अस्मिन् हस्ते कपालिका अपि अस्ति, दक्षिणहस्ते घटकः स्थाप्यते अन्यः घटः तेन वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्ते विद्यमानः घटः. दक्षिणहस्ते कपालः अस्ति वा? अस्ति किल. अयं घटः समवायसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम्? इत्युक्ते तत्र इदानीं संयोगः इति विषये किञ्चित् चर्चा जाता अस्ति. अत्र यत्र केवलं एकः घटः अस्ति चेत् तत्र घटः स्वस्य अवयवेषु पृथक्त्वं पृथक् इति वक्तुं न शक्नुमः. यथा कपालः घटात् पृथक् इति तद् न वक्तुं शक्नुमः इति वयं पूर्वं दृष्टवन्तः. परन्तु तत्र भेदः तु अस्ति. किमर्थं चेत् घटः अन्यः, कपालः अपि अन्यः इति तत्र वयं पूर्वं दृष्टवन्तः. स्थितिः तथा अस्ति चेत् तत्र घटकपालयोः संयोगः इति सम्भवति वा न वा इति इदानीं प्रश्नः अस्ति. यतोहि तत्र घटकपालयोः भिन्नत्वम् इति अस्ति चेत् तर्हि तत्र उदाहरणरीत्या वयम् इदानीं तत्र एकः कपालः वामहस्ते स्वीकुर्मः, अपि च एकः घटः दक्षिणहस्ते. वामहस्ते यः कपालः अस्ति सः स्वस्य कपालिकायां, स्वस्य अवयवकपालिकायां समवायसम्बन्धेन आश्रितः अस्ति. दक्षिणहस्ते यः घटः अस्ति सः घटः अन्यकपाल स्वस्य कपालः यत् दक्षिण वामहस्तकपालस्य भिन्नकपालः अस्ति तत्र समवायसम्बन्धेन स्थितः अस्ति. तर्हि तत्र द्वयोः मध्ये, इत्युक्ते दक्षिणहस्ते यः घटः अस्ति अपि च वामहस्ते यः कपालः अस्ति, तयोः मध्ये संयोगः भवितुम् अर्हति वा न वा इति इदानीं प्रश्नः. भवति इति तु वयं जानीमः. सत्यं तत्र भिन्नभिन्न तत्र आश्रितौ द्रव्यौ इति कारणात् तत्र संयोगः सम्भवति इत्येव उत्तररूपेण अग्रिमवाक्यमस्ति, पठति वा? अस्तु भगिनि. वामहस्ते यः कपालः अस्ति तस्मिन् अनुकूलक्रिया भवति चेत् तया क्रियया दक्षिणहस्ते विद्यमानेन घटेन सह संयोगः अवश्यं भवति. इत्युक्ते तत्र यः कपालः वामहस्ते अस्ति तत्र किमपि क्रिया जाता चेत् तत् कर्मजः सः कर्मजः संयोगः तयोः मध्ये भवितुम् अर्हति इति. इत्येव वार्ता अस्ति. अपरः कपालः घटस्य स्वस्य अवयवः कपालः इति नास्ति. अपरेण कपालेन सह घटस्य संयोगः भवति, स्वस्य अवयवेन सह न भवति इति. अस्तु, सरला भगिनी अग्रे. वामहस्ते च तत्तु पूर्वतने उदाहरणे घटकपालयोः संयोगः न सम्भवति स्म. इदानीम् अन्तरे उदाहरणे घटकपालयोः संयोगः सम्भवति. पूर्वतने उदाहरणे केवलं घटः अस्ति, स्वस्य अवयवे कपाले च आश्रितः. तस्मिन् घटे यदा क्रिया जायते तदा अन्या क्रियया तत्र वर्तमानेन कपालेन सह संयोगः न भवति. पृथक्त्वरूपगुणः नास्ति, भेदस्तु अस्ति, संयोगः नास्ति. द्वितीये उदाहरणे एकस्मिन् हस्ते कपाल, अपरस्मिन् हस्ते च घट, अतः भिन्नदेशे स्तः, तस्मात् पृथक्त्वरूपगुण उत्पद्यते, अनेन संयोग भवति. पूर्वतन उदाहरणसि कपाल घटकपालयोः तस्य संयोगः न भवति, कारणं कि कपाल घटकपाले समवायसम्बन्धेन कपालकपालिकायां समवायसम्बन्धेन स्थितः तस्मिन् तेषु संयोगसम्बन्धः न भवति. किन्तु यदि एकस्मिन् हस्ते घट अस्ति अपरस्मिन् हस्ते कपाल अस्ति इति द्वयोः द्वयोः संयोगः भवति तस्य संयोगः भिन्नदेशे भवति अतः तस्य पृथक् आश्रयः अस्ति पृथक् आश्रयकारणे संयोगः भवितुम् अर्हति. हा हा इति भेदः अस्ति. एकस्मिन् उदाहरणे घटः स्वस्य अवयवे अपरस्मिन् उदाहरणे घटः अपि च कश्चन अपरः कपालः घटस्य स्वस्य अवयवः इति न तदा घटे यदि क्रिया जायते अनया क्रियया कपालेन अपरेण कपालेन सह संयोगः. गुण यदि पृथक्त्वगुणः नास्ति भेदः तु अस्ति इति स्थितिः अस्ति चेत् संयोगः न भवति यथा अस्माभिः दृष्टं घटः स्वस्य कपालात् पृथक् क्षम्यतां घटः घटः कपालः न इति भेदः तु अस्ति परन्तु घटः स्वस्य कपालात् पृथक् इति कदापि न भवितुमर्हति. तदा घटः नष्टः जायते घटस्य नाशः जायते इति. अस्तु अजितः महोदय अग्रे पठति वा अथवा इदानीं वामहस्ते. महोदय पश्यति वा इदानीं यद्यपि सावित्री भगिनी अत्र स्थगितमस्ति किल शनिवासरस्य वर्गे. अथवा माला भगिनी आसीत् इदानीं वामहस्ते. आमामां म्यूट् मध्ये आसम् सारि क्षम्यतां तत्र न पठितं वर्गे इदानीं अस्तु अस्तु अस्तु तर्हि गते वर्गे एतावत्पर्यन्तं पठितमासीत् तर्हि विषयः स्पष्टः अस्ति इति भाति सर्वेषां मनसि. यत्र भेदः अस्ति पृथक्त्वम् इति नास्ति तत्रैव तत्र संयोगः न भवति इति सारांशः. भगिनी अहं तथा चिन्तयामि परन्तु सम्यक् न स्मरणं स्पष्टतया नास्ति कुत्र पर्यन्तं पठितवन्तः इति. अस्तु अस्तु चिन्ता नास्ति सः एव विषयः किञ्चित् अग्रे उक्तवती तर्हि अग्रे सप्ताहे पश्यामः. अस्तु तर्हि सर्वेषां धन्यवादः शुभरात्रिः. धन्यवादः शुभरात्रिः.